नमस्कारः, स्वागतं. तर्हि कर्मणि भावे च इति द्वितीयकरपत्रं प्रवर्तमानः अस्ति. तत्र तु वयं लुट् लिट् लृङ् आशीर्लिङ् इत्येतेषु लकारेषु कर्मणि भावे च इत्यस्य रूपाणि वयं पश्यन्तः स्मः. तर्हि अस्माकं सूत्रम् आसीत् प्रवर्तमानसूत्रमस्ति स्यसिच् सियु तासिषु भावकर्मणोरुपदेशे अज्जनग्रहदृशां वा चिन्वदिच्छ इति सूत्रं वयं दृष्टवन्तः. अनेन अजन्तधातूनां हन्धातोः कृते, ग्रहधातोः अनन्तरं दृष्धातोः कृते, यत्र स्यसिच् सियु तासिषु इत्यनेन के के लकाराः गृहीताः इत्युक्ते लुट् लृट् लृङ् आशीर्लिङ् इत्येतेषु लकारेषु विकल्पेन वा इति उक्तमस्ति सूत्रे. इत्युक्ते विकल्पेन चिन्वद्भावः विधीयते. यत्र चिन्वद्भावः भवति तत्र तु इडागमः नित्यं भवति इति. चिन्वद् इच्छ अनेन नित्यं भवति इडागमः इति दृष्टवन्तः. यत्र चिन्वद्भावः नास्ति तत्र तु इडागमः दातुम् अनुसृत्य भवति, प्रत्ययं दातुम् अनुसृत्य भवन्ति इति वयं गतगते सप्ताहे दृष्टवन्तः. तर्हि अत्र वयम् अजन्तधातूनां कृते पश्यन्तः स्मः. आकारान्तधातूनां विषये तु वयं दृष्टवन्तः आतो युक् चुन् कृतोः इति सूत्रमागत्य यत्र चिन्वद्भावः विधीयते तत्र तु युकागमः भवति. तर्हि पादातोः कृते अत्र युकागमः भूत्वा किं भवति अत्र पायिष्यते इति रूपं वयं प्राप्तवन्तः. अनन्तरं उकार अत्र इकारान्तधातूनामपि विषयः सञ्जातः. इकारान्त इकारान्तानामपि अत्र चिन्नद्भावस्य पक्षे तु छिण् इति णित्तस्ति इति कृत्वा अचोणिति इत्यनेन वृद्धिः भवति. तर्हि वृद्धिं भूत्वा अत्र एचोय वायवः इत्यनेन ऐ आदेशः भवति. तर्हि चिदातोः कृते चै इति भूत्वा अनन्तरं छाय् इति भवति. तर्हि छायिष्यते इति रूपम्. अनन्तरम् उकारान्तधातूनां कृते उकारान्ताः उकारान्ताः च दातवः इति अग्रे पश्यामः. रामप्रिया भगिनी, भगिनी कृपया आरम्भं करोति वा. भगिनी सरलास्मि. तस्य पूर्वं एकः प्रश्नः अस्ति. यथा अस्मिन् धातुः अस्ति सूत्रे स्वस्य तस्य महाभाषस्य यस्य द्वितीय पङ्क्ति अस्ति तस्मिन् वदति असिद्ध किमस्ति असिद्धवत् अद्राभात् इति असिद्धवत् आभीयकार्यं निट्टि इति न भवति भवती पुनः वदति वा? अहं न अवगच्छामि कुत्र भगिनी वयम् अधुना न पश्यन्तं गते सप्ताहे वयं तस्य आधारेण महोदय वर्गे उक्तवान् चिन्वद् भवति तत्र ऋणेन निति यदि आगच्छति तत्र तस्य कार्यं भवति कारणकि अभ्यकार्यम् अस्ति चिन्वत् अपि ऋणमिति द्वयोः असिद्ध इति सूत्रेण असिद्ध सिद्धभाव किमस्ति असिद्ध असिद्धवत् अत्र भात् इति कारणेन अहं पुनः प्रश्नः न अवगतः. भगिनि पुनः वदतु एकवारं पुनः भवत्याः प्रश्नः पुनः वदतु. यदा चिन्वत् भवति सूत्रे सूत्रस्य आधारेण यत्र चिन्वद् भवति तत्र यदि रेणनिटि इति कार्यं कर्तुम् आगच्छति सामान्यतया रेणनिटि तस्य कार्यं यदि अन्यत् अस्ति तस्य परे अन्यत् अस्ति तस्य कार्यं न भवति साधु रेणनिटि. किन्तु अत्र यदि चिन्वत् अस्ति तत्र रेणनिटि तस्य कार्यं भवति अन्यत् भूत्वापि कार्यं भवति तस्य कारणम् अस्ति अभीयकार्यम् इति तस्मिन् तस्मिन् क्षेत्रे आगच्छति इति चिन्वत् भावः अपि वेणनति इति. अस्तु भक्त, अस्तु अस्तु, तर्हि भवत्याः प्रश्नः अस्ति. अस्तु, नेहे नेरण्डिति इति सूत्रं वदति, नेहे लोपः भवति. आर्धदातुके अनिट अनिटि आर्धदातुकप्रत्यये परे, अत्र अस्माकं विवक्षायाम् अनिट् आर्धदातुकप्रत्ययः कः अस्ति? शते इति प्रत्ययः, तस्मिन् विषये पृच्छति किम्? आमां, आं, शते इति अनिट् अनिट् आर्धदातुकप्रत्ययः अस्तु, किन्तु ने नि अत्र कुत्र अस्ति? नि यदि अस्ति वा नास्ति तद्यपि तस्य कार्यं भवति, रैट्? चिन्वत् यदि अस्ति तद् नेरनिटि सूत्रे तु नेरनिटि इत्यस्य सूत्रं वदति नेहे लोपः भवति. नेहे इत्युक्ते इकारस्य ने नीति नी इति इत्यस्यैव नेहे इति आगच्छति, तर्हि नी इत्यस्य लोपः भवति. अनिति सर् आर्धदातुके प्रत्यये परे इति उक्तमस्ति, अत्र तु नी एव नास्ति खलु इति मम प्रश्नः. अत्र तु चिन् अस्ति, साधु चिन् चिन् भाव चिन्वत् यदि भवति तत् नी एव अस्ति साधु. अत्र तु सूत्रे तु यदि चिन्वत् भाव भवति तत् नी अध्यारोपति चिन्वत्, चिन्वत् भावः इत्यनेन चिन् इत्यस्य कार्याणि यानि मम महोदय किम् उक्तवान् इति भिन्नं, मम अभिप्रायः एवम् अस्ति, यत्र चिन्वत् भाव यत्र नी प्रत्ययः साक्षात् आयाति चेदपि नी इति प्रत्ययं निमित्तीकृत्य कार्याणि तु सम्भवन्ति, उदाहरणार्थं वृद्धिकार्याणि सर्वाणि कार्याणि सम्भवन्ति, केवलं नी इत्यस्य इकारस्य लोपः भवति तावदेव. सत्यं खलु? नी अधिकृत्य कार्याणि वृद्धिकार्यं वा गुणकार्यं वा सर्वाणि कार्याणि प्रवर्तन्ते प्रवर्तते, किन्तु केवलं यत्र आगमः वा आदेशः वा यत्किमपि भवतु सर्वं भवति, केवलं नि अन्ते सर्वं कार्यं भूत्वा अनन्तरं नि इत्यस्य लोपः भवति नेरण्यते इति सूत्रेण. अत्र चिन्वद्भावः इत्येव उक्तम् अस्ति, चिन् ची तु अत्र किम् अस्ति, अत्र यद्यपि भवती वदति चिन् इति प्रत्ययः साक्षात् कुत्रचित् अपि न विधीयते खलु, केवलं तद् आश्रित्य कार्याणि भवन्ति. नेरनिति भवति चेदपि तदाश्रितं कार्याणि सम्भवन्ति, तदाश्रितानि कार्याणि सम्भवन्ति, अनन्तरम् इत्यस्य लोपः भवति. अत्र तु चिन्त्यस्य आगमः एव नास्ति, केवलं तदाश्रित्य कार्याणि सम्भवन्ति इति एव अस्ति खलु. अनन्तरम् इडागमः तु भवति, इकारः सः इकारः तु नि इत्यस्य इकारः नास्ति, किन्तु महाभाष्यस्य द्वितीयवाक्यमस्ति चासि असिधत्तेन मे लुप्यतेनेः इत्यनेन ऋजन्तप्रसङ्गे इदागम सन्नपि नेन निति इत्यनेन लोपः भवति. अत्र महाभाष्यस्य सचित् सियुट् इत्यस्मिन् उक्तमस्ति किम् अत्र महाभाष्यामि श्लोक महाभाष्यश्लोक अस्ति साधु. आम् महाभाष्यस्य पङ्क्तिम् अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यति किम्? न, अस्मिन् करपत्रे अस्ति. ओ, अग्रे आयाति किं महोदयेन चर्चा? पूर्वम् यदा स्यु तासु इति सूत्रम् अस्ति तदनन्तरं महाभाष्यश्लोक अस्ति, अत्र महाभाष्यश्लोक. ओ ओ, अस्तु अस्तु, स्मरामि एकनिमिषम्. अस्तु, प्रथमपङ्क्ति इति सर्वे कार्याणि चिन्वत् आश्रितये सन्ति तस्य विवरणमस्ति. द्वितीयपङ्क्ति अस्ति इच्छास् चाश्रदत्वेन मे लुप्यतेणिः इत्यनेन अत्र महाभाष्यश्लोकः छिन्वत् वृद्धिर्युक्तस्य अन्तेश गत्वं दीर्घोश्च चैत्यो यो मितां वाचीमिति. प्रथमं पङ्क्ति अवगच्छामि. सर्वे कार्याणि यत् चत्वारि सूत्राणि दत्तानि अस्ति. अचोन्यमस्ति असुप्रदाय अतो युक्तं कृत्वा. अत्र महोदयेन उक्तम् अस्ति द्वितीयवाक्ये चासिद्धस्तेन मे लुप्यते निः इत्यस्य अर्थः अस्ति. निः इत्यनेन निजन्तप्रसङ्गे एव अस्ति. तत्रैव महोदयेन लिखितम् अस्ति नि इत्यनेन अनेन निजन्तप्रसङ्गे इदागमः सन्नपि नेरनिटि इत्यनेन निलोपः इति. या पत्रं ते वर्गे विद्याभगिनी सन्ध्याभगिनी ते वदन्ति आभ्यकार्यमस्ति. अहं न अवगच्छामि आभ्यकार्यं. अस्तु आभ्यकार्यं किम् इति. अस्तु अस्तु अस्तु. अत्र अत्र तु निजन्तप्रसङ्गे अस्ति भगिनि. एकनिमिषं पश्यति चेत् अस्माकम् अधुना निजन्तविवक्षा नास्ति खलु. अस्तु इति मम अवगमनम्. किन्तु भगिनि अन्ते अस्ति तस्मिन् विषये यद् भगिनी सरला भगिनी पृच्छति असिद्धवत् अत्र अभात् इति. यदा अहं न जानामि वर्गे चर्चितवन्तः वा न वा इति. निजन्तदातवः इति एकं शीर्षकम् अस्मिन् करपत्रे एव अस्ति. तत्र असिद्धवत् अत्र अभात् इति दत्तम् अस्ति अग्रे. महोदय उक्तवान् अनेन सूत्रेण इडागम अस्ति किन्तु इडागम असिद्धं भवति अतः रेणनिति अस्य कार्यं भवति. यस्य अग्रे अस्ति अग्रे आगच्छति प्रायः. तर्हि वयं यत्र तद् कुर्मः तस्मिन् समये पश्यामः भगिनि. अधुना तु वयं अग्रे इतोपि विषयाः सन्ति खलु. तर्हि उकारान्त च दातवः चिन्वद्भावस्य पक्षे अचोनिति इत्यनेन वृद्धिः. तत्रापि अचोनिति एव कार्यं करोति. उकारान्त ऊकारान्त च दातवः तत्र अस्माकम् उदाहरणमस्ति हू योगः लृट् इति. हू योगः स्यते इति विधीयते. इदानीं किं भवति इत्युक्ते स्यसीच् सीयूट् तासिषु भावकर्मणोः उपदेशे अजन ग्रहदृशां वा चिन्वच्च इत्यनेन स्य प्रत्ययस्य चिन्वद्भावः इडागमश्च. स्य प्रत्ययस्य अस्तु चिन्वद्भावः भवति. चिन्वद्भावः अस्ति चेत् इडागमः नित्यः इति कृत्वा हू योगः ई योगः स्यते. इदानीम् इण्कोः वर्णः अस्ति इकारः अतः आदेशप्रत्ययोः इत्यनेन षत्वं हू योगः इष्यते. इदानीम् अचोनिति इत्यनेन नितिनिति प्रत्यये परे वृद्धिः. वृद्धिः भूत्वा ऊकारस्य औकारः वृद्धिसंज्ञकवर्णः. हौ योगः इष्यते एचोयवायावः इत्यनेन आव् आदेशः. हाव् योगः इष्यते हाविष्यते इति रूपं. चिन्वद्भावः यदा न भवति तत्र किं भवति इत्युक्ते हू योगः स्यते. तत्र एतत् इडागमः न भवति केवलं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. हू ओहो भवति. अनन्तरम् आदेशप्रत्ययोः तु भवति एव होष्यते इति रूपं. धन्यवादः. अग्रे भूधातुः अपि वदति किं भगिनि. आम् भूयोगः लृट् तत्रापि प्रथमं तु चिन्वद्भावपक्षे स्यसीच् सीयुक्तासिषु भावकर्मणोः उपदेशे ग्रहद्रशां च चिन्वच्च इत्यनेन इडागमः चिन्वद्भावः. भूयोगः ई योगः स्यते आदेशप्रत्ययोः इत्यनेन षत्वं. भूयोगः इष्यते अचोनिति इत्यनेन वृद्धिः भवति. भो योगः इष्यते एचोयवायावः भाविष्यते. यत्र चिन्वद्भावः न भवति तत्र इडागमः अपि न भवति इति कृत्वा घोष्यते इति चिन्तयतु भगिनी कीदृशधातुः भूयोगः भविष्यति लिट् लकारे तु भविष्यति इति भवति खलु इड इड सेट् अस्ति खलु ओहोहो आम् आं क्षम्यतां सेट् इडागमः भवति एव अतः किं रूपम् आगच्छति इडागमः अस्ति चेत् भूयोगः इष्यते एव रूपं समानम् आगच्छति वा न भविष्यते इति भविष्यति भविष्यते भो न भवति अत्र तु वृद्धिः न भवति वृद्धिः न भवति इति कृत्वा ऐ आदेशः एव भवति औ आदेशः एव भवति तर्हि भविष्यते इति रूपं भविष्यते भविष्यते भविष्यते सामान्यतया कर्तरि नृत् यथा अस्ति तथा एव रूपं केवलं ते इति प्रत्ययः भविष्यति भविष्यते आम् आम् महोदय उक्तवान् सर्वे उकारान्त धातवः सेट् अस्ति विहाय हू धातु अपि एक अन्य धातु उक्तवान् सर्वे आकारान्त धातवः अन्यत् अस्ति उक्तवान् आं भगिनि सर्वे ऋकारान्तः अनन्तरम् उकारान्तदातवः सेटः भवन्ति ओ सर्वे सेटः अस्तु आं भगिनि ऋकारान्त अपि ओ अस्तु अतः तत्र किं भविष्यति भविष्यते वाक्यं अग्रे शीघ्रं शीघ्रं वाक्यं वदतु शीघ्रं शीघ्रं कुर्मः बहु कार्याणि सन्ति ओ अस्ति वा ओ समानविषयः अस्ति खलु गते सप्ताहे वयं किं दृष्टं अस्तु भविष्यते इत्युक्ते लृट् लकारः श्वः भविष्यते वृष्टिः इत्युक्ते तस्य अपि तृतीया विभक्तिः भवति किल भगिनि किन्तु इन्द्रेण परन्तु भावे इन्द्रेण श्वः इन्द्रेण दृष्टिः भविष्यते भविष्यते नो चेत् भविष्यते उत्तमं भगिनि अनन्तरं लृङ् लृङ् इत्यत्र लृङ् अत्र अपि अत्र इडागमः चिन्वद्भावः अस्ति चेत् इडागमः अचोनिति इति वृद्धिकार्यम् एचोयवायावः इत्यनेन अवादेशः भूत्वा आभविष्यत इति भवति चिन्वत् भाव अपक्षे अभविष्यथ इति भवति अनन्तरं लृट् क्षम्यतां लुट् इत्यत्र भूयोगः तात् तत्रापि इडागमः चिन्वद्भावपक्षे तु समानकार्यं भाविता इति भवति अभा चिन्वत् अभाव पक्षे भविता इति भवति आशीर्लिङ्गि भाविष्ठ इति भवति सीयुट् आगमः भाविशिष्ट इति भवति अपक्षे भविशिष्ठ इति भवति धन्यवादः भगिनि अग्रे सरला भगिनि ऋकारान्त ऋकारान्त इति ऋकारान्त ऋकारान्त मीन्स् दीर्घरिकार अपि च धातवः चिन्वद्भावस्य पक्षे अचोन्यति इत्यनेन वृद्धिः कृयोग लृट् कृयोगस्य ते स्युटासु भावकर्मरूपदेशे झन् गृहदशां च चिन्वत् च इत्यनेन स्य प्रत्ययस्य चिन्वद्भाव इदागमस्य कृयोग इकार योगस्य ते आदेशप्रत्ययो इत्यनेन षत्वं क्रियोग इष्यते अचोन्यति इत्यनेन नितिरिति प्रत्ययपरे वृद्धि कार योग इष्यते उरनरपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपर भवति कार इष्यते कारिष्यते चिन्वद्भाव न भवति चेत् करिष्यते इति भवति क्री धातु अस्ति ऋकारान्त धातु लृट् लकारे स्य प्रत्ययः आगच्छति सुस्यते इति भवति क्रियोगस्य ते स्य सिट् अनेन सूत्रेण चिण्वद्भावः भवति, अनेन इदागम चिन्तनम् आगच्छति. सो क्रियुग ए युगस्यति आदेशप्रत्ययो, कारणकि इकारेण कुप्रत्याहारे अस्ति, तस्य प्रभावेन सकारस्य शकारः भवति. सो क्रियुग क्रियुगष्यति भवति. तदानीं चिण्वद्भावः भूत्वा अचोयति, अनेन अन्त्यविकारस्य वृद्धिः भवति. सो कार इति भवति उन्नपरेण कार भूत्वा कारिष्यते इति भवति. यत् पक्षे चिन्वद्भावः न भवति तत्र कृ इति सेट् अस्ति, अतः आर्धधातुकबलादे अनेन यदागम भवति. सो पूर्वं किमस्ति सार्वधातुक आर्धधातुकेन गुणः भवति, कर् योग इकार योगस्यते. सो सकारस्य पुनः शत्वं भवति, सो करिष्यते इति भवति. सो लिङ् लकारे रूपाणि भवति, अकारिष्यत् अकारिष्यत, लृत् लकारे कारिता अस्ति, तत्र भवति पक्षद्वयं भवति खलु, पक्षद्वयमपि वदतु. अकारिष्यत अकारिष्यत अपक्षे लिट् लकारे लुट् यदि अस्ति तत्र तास् अस्ति. सो कारिता इदानीं तास् इति क्रियोग तत्र यदागम न भवति, सो कर्ता भवति. कारण कि महोदय एकसूत्रम् उक्तवान् एकनिमिषं, रित् इति किम् अस्ति, रित् घनो ये चे यदागम आगच्छति. सो यदि तत्र निमित्तं नास्ति तास् यदागमस्य, यथो हि इति वलादि अस्ति तदपि अहं न स्मरामि भगिनी कारणं. यथा कर्ता अस्ति त्रिच् प्रत्यय तत् तत्र अपि इदागमनं भवति, तथैव अनेक अस्ति इति. आं भगिनि, आमामां, किम् इत्युक्ते अत्र विशिष्टाः अत्र किम् इत्युक्ते किम् अस्ति अत्र अनेट अस्ति खलु, अनेट अस्ति खलु, यत्र क्षम्यतां कृधातुः अनिट् धातुः अस्ति खलु, अतः यदागमः घनो चे यदागमः आगच्छति. तत् एक सूत्रम् अस्ति यद् रित् अस्ति तपि घनो भगिनि, किमर्थं वयं तत्सर्वं वदामः? अत्र तु कृधातुः अनिट् अस्ति इति कृत्वा छिन्वद्भावे तु इडागमः न भवति इत्येव पर्याप्तं खलु. भगिनि महोदय वदति रुद्धनोः शे इति सूत्रेण इडागमः आगच्छति इति. सति भवति भगिनी, यदि करिष्यति कथं भवति तत्र करिष्यति, तत्र वयं क्रियति ददातु अनेन इडागमस्य चिन्तनमस्ति तत्र. ओ ओ करिष्यति, आम् आम् आम्, अत्र करिष्यति इत्यस्य कृते केवलं आम् आम्, अत्र किम् आसीत् ऋद्घनो अहं न समीचीनं गृहीतवती, यत् महोदय उक्तवान् वदामि भगिनि एकनिमिषम्. रुद्धनोः स्येः इत्यनेन आम् आम्, ऋकारान्तधातूनाम् अनन्तरं हन् धातोः कृतेपि स्ये प्रत्यये परे इडागमः भवति, तावदेव. तथैव तत्र कर्ता भवति अपक्षे, यत्र चिन्वद् भावना भवति तत्र केवलं गुणं भवति, कर् क्रिस् गुणं भूत्वा कर् योगता कर्ता इति भवति, क्रि आशीलिङ्ग तत्र इडागम भूत्वा कालशिष्ट भवति, किन्तु अपक्षे भवति कर्शिष्ट कर्शिष्ट न तत् कर्शिष्ट भवति कारण कि इकार इडागम भवति तत्र अन्यविषयः अस्ति इति मन्ये भगिनि. अत्र अत्र तु कृषिष्ट इति देव निर्तिष्ठति कृषिष्ट सूत्रेण सिच् प्रत्यये परे ऋवर्णान्तधातोः आत्मनेपदी यत्र सिच् आत्मनेपदी रूपम् अस्ति खलु तत्र तु कित् भवति इति कृत्वा गुणकार्यं निषिद्धम्. उच्च इति सूत्रेण भगिनि आशीर्लिङ्ग् आत्मनेपदे चित् न भगिनि केवलं परस्मैपदे न भगिनि अवगच्छामि. वयं तु आत्मनेपदि भावे कर्मणि भावे च आत्मनेपदिनः भवन्ति खलु भावकर्मणोः इति सूत्रेण. आं भगिनि आशीर्लिङ्ग् केवलम् आत्मने परस्मैपदे एव कित् भवति आत्मनेपदे न कित् भगिनि न उच्च इति सूत्रेण सूत्रे एवम् उक्तम् अस्ति ऊच इति सूत्रम् अनन्तरम् अनुवृत्तिः अत्र अष्टाध्यायी डाट् काम् मध्ये तत् लिखितमस्ति पश्यामि चेत् उरुवर्णान्तात् धातोः परौ लिङ् सचौ इत्युक्ते लिङ् सिचौ इत्युक्ते लिङ् लकारे अनन्तरं सिच् यत्र प्रत्ययः अस्ति तत्र आत्मनेपदेषु जलादि हितौ भवतः इति आत्मनेपदी परस्मैपदीनां तथा नास्ति आत्मनेपदीनामेव तत्र तादृशनियमः भवति सिच् प्रत्ययः अपि आम् आत्मनेपदीनामेव. लिङ् इति त्यजतु लिङ् इति अपि दत्तमस्ति सिचौ इति दत्तमस्ति भगिनि. कर्ता इत्यत्र सूत्रं किं कर्ता इत्यत्र कर्ता इति अत्र भगिनि अत्र तु केवलम् अनिट् धातुः अस्ति इति कृत्वा कर्ता तावदेव किन्तु तत्र किमपि सूत्रम् नास्ति भगिनि तत्र तु सरला भगिनि विपरीतक्रमेण उक्तवती ततः भ्रमः जातः. लुटि तु किमपि कार्यं नास्ति अनिट् धातुः अस्ति इति कृत्वा कर्ता इति भवति किन्तु यत्र स्यते इति आगच्छति खलु लृङ्कारे अनन्तरं लुट्लकारे यत्र स्य प्रत्ययः परे अस्ति चेत् तत्र तु रुद्धनो स्ये इति सूत्रेण इडागमः भवति. सूत्रसङ्ख्या किं भगिनि क्षम्यतां वदामि रुद्धनो स्ये इति 7270 भगिनि 7 सप्तमाध्यायस्य द्वितीयपादस्य सप्ततिः समस्तमसूत्रं रुद्धनो होत्ये इति सूत्रम् अनन्तरम् उश्च इति सूत्रं यत्र आत्मनेपदे पदे सिच् यत्र आगच्छति तत्र तु कित् भवति इति आरोपितं भवति इति गुणकार्यं निषिद्धं भवति इति सूत्रं तु प्रथम अध्यायस्य द्वितीयपादे 22 अस्तु भगिनि धन्यवादः. अस्तु अग्रे पश्यामः. अस्तु तर्हि वाक्यं भवति वाक्यं वाक्यं वदतु. आं भगिनि माता मात्रे खादिष्यत पुत्रेण गृहकार्यं अकारिष्यत वा अकरिष्यत मात्रा पुत्रेण गृहकार्यं अत्र तु कारिष्यते इति भवति खलु, गृहकार्यं अकारिष्यत इति तु लृङ् लकारः अस्ति खलु भगिनि, यत्र सम्भावना नास्ति, सम्भावनार्थे अस्ति खलु, यत्र कार्यं तु न जातं तादृश, यदि अकारिष्यत तर्हि पुत्रः उत्तीर्णः अभाविष्यत इति, तर्हि पुत्रेण सफलः किमस्ति अप्राप्स्यत इति. अस्तु, पुत्रेण कार्यम् अकारिष्यत् तर्हि किन्तु अकारिष्यत् इति रिजन्ट् नास्ति न, चिन्वत् भूत्वा रिजन्ट् भवति किं भगिनि, चिन्वत् भूत्वा इति रिजन्ट् भवति एव, चिन्वत् भूत्वा अकारिष्यत् इति रूपाणि यदि चिन्वद्भावः आगच्छति. निजन्तं तु भिन्नम् अस्ति भगिनि, केवलं बुद्धिकार्यं सम्भवति इति एव अस्ति, केवलं बुद्धिकार्यं तु तत्र प्रयोजककर्ता तस्य वक्तुं आवश्यकं नास्ति. यदि पुत्रेण गृहकार्यम् अकारिष्यत तर्हि छात्रेण गृहकार्यम् अकारिष्यत तर्हि पाठः गृहकार्यम् अकारिष्यत तर्हि तेन जयम् अप्राप्स्यत. अस्तु भगिनि, अग्रिमं वाक्यं वदति किं तस्य वाक्ये, कारिका तस्य अहं न जानामि लकारस्य किम्, अनद्यतने भूतकालार्थे स्य इति यथास्ति तथैव लुट् लृट् इव एव अस्ति, किन्तु अनद्यतनार्थे इत्युक्ते श्वः आरभ्य, अद्य भविष्यत्कालः अस्ति चेत् नास्ति, चिन्तयतु अधुना माध्याह्नः इति चिन्तयतु, सायङ्काले अहं किमपि कार्यं करिष्यामि चेत् तर्हि करिष्यामि इति वक्तुं शक्नोमि, सामान्य भूत् भविष्यत्कालः अस्ति लुट् लकारः तर्हि अहं करिष्यामि इति वक्तुं शक्नोमि, किन्तु अहं कारिता इति न वक्तुं शक्नोमि, किमर्थम् इत्युक्ते अहं कारिता इत्युक्ते श्वः कारिता इति एव वक्तुं शक्नोमि, छात्रेण गृहकार्यं श्वः कारिता. आशीलिङ्ग् गुरुणा गीतापारायणं कारिष्यत् कारिशिष्ट आशीर्वचनार्थे अस्ति खलु, तर्हि पुत्रः सफलः नो चेत् वैद्यः, पुत्रः वैद्य पुत्रेण किम् अस्ति विजयः, पुत्रेण विजयं क्षम्यतां, पुत्रः राजपदवीं, तत्र को अकारिष्टत न भवति, परीक्षायाम् तदपि नास्ति, पुत्रः परीक्षां गृहकार्यं कारिशिष्ट इति प्रायः आशीर्वचनम् इति वक्तुं शक्नोमि, इतः करोतु इति, अन्यथा तु न जानामि कथं वक्तुं शक्नोमि इति. अस्तु अग्रे सरेण, ऋकारान्तामपि तथा एव, भिन्नविषयः नास्ति खलु, तर्हि रूपाणि किं किं भवन्ति, केवलं रूपाणि वदति किं भगिनि अरुणा भगिनि, लुट् लकारे किं भवति, रूपद्वयं किं भवति, तारिष्यते तरिष्यते इति. उत्तमं, लुङ् लकारे अतारिष्यत अतरिष्यत, लुट् लकारे तरि तारिता तरिता, आशीर्लिङ्ग् तारिशिष्ट तरिशिष्ट अत्र करिशिष्ट इति प्रायः स्यात्. किमर्थम् इत्युक्ते ह्रस्वऋकारान्तः नास्ति इति कृत्वा उष इत्यस्य कार्यं नास्ति, केवलं करिशिष्ट इति. आम् प्रायः स्यात् भगिनि, तथा स्यात् वाक्यं भगिनि. रामनामेन मानव मनुष्यः तारिष्यते. एकनिमिषं, रामेण रामनामेन पुरुषः नरः तारिष्यते. उत्तमं भगिनि, तारिष्यते, समीचीनं, तरिष्यते, तारिष्यते. रामनामं मनुष्यं, रामनाम मनुष्यं पुरुषं किमस्ति तरति इति वक्तुं, पुरुषः तरति खलु, रामनामं पुरुषं तारयति इति निच् भवति, निजन्तं भवति. क्षम्यतां भगिनि, तत्र तु निजन्तं भवति खलु, अत्र तु वयं निजन्तविषये न पश्यामः, केवलं छात्रः केवलम् एवं वदतु, बालकः नदीं तरिष्यति इति वदामः खलु, तत्तर्हि कर्मणि प्रयोगे किं भवति, बालकेन नदी तारिष्यते इति. भेदः आगच्छति खलु, बालकः एव कार्यं करोति खलु तरणकार्यं, तर्हि तादृशं भवति. अत्र तु निजन्तविषये वयं न चर्चां कुर्मः, स्वार्थे अस्ति. तर्हि बालकेन नदी तारिष्यते, नो चेत् तरिष्यते इति. अनन्तरं लुटि रूपं किम्? तारिता तरिता. पुनः तत् अत्रापि बालकेन श्वः नदी तारिता, नो चेत् बालकेन श्वः नदी तरिता. अनन्तरम् आशीर्लिङ्ग् इति शक्यते, कथं वक्तव्यं न जानामि भगिनि. रूपं वदतु, तरिता अपि उक्तवती, तारिशिष्ट तरिशिष्ट इति. समीचीनं भगिनि. पुत्रः स्पर्धायां पुत्रेण नदी तारिशिष्ट इति प्रायः पितामहस्य आशीर्वादवचनं. पिता स्पर्धायां पुत्रेण नदी तारिशिष्ट. अत्र लृङ् इत्यस्य तु लृङ् यदि तेन तेन नदी तारि अतारिष्यत तदा तर्हि सः तेन जीविष्यत, अजीविष्यत, तेन अजीविष्यत. पुनः भगिनि, यदि तेन, यदि तेन मनुष्येन नदी अतारिष्यत तर्हि तेन अजीविष्यत इति. जीविष्यत इति भवति किं, यत्र जीवति इत्यस्य जीविते एव दातुमस्ति खलु, अस्तु अजीविष्यत इति. अस्तु हन् धातुः विषये पश्यामः. प्रश्नः अस्ति किम्? एतावत्पर्यन्तं गते सप्ताहे वयं यत् कृतवान् तदेव अभ्यासः अस्ति खलु, अन्यथा किमपि नास्ति. अधुना हन् धातुः कृते रामप्रिया भगिनी वक्तुं कृपया. आं भगिनि, हन् धातुः चिन्वद्भावस्य पक्षे हो हन्तेर्निन्नेषु इत्यनेन हन् धातोः कुत्वं गकारः, हन्योगः लृत् हन्योगः स्यते, स्यसि सियुक्तासिषु भावकर्मणोरुपदेशे जन ग्रहदृशां च क्षम्यतां वा चिन्वत् च इत्यनेन स्य प्रत्ययस्य चिन्वत् भावः इडागमः च भवति. हन्योगः ईयोगः स्यते आदेशप्रत्ययोः षत्वं हन्योगः इष्यते. इदानीं होहन्तेर् निन्नेषु इति सूत्रेण ङिति ङिति प्रत्यये परे हन्धातोः हकारस्य स्थाने कवर्गादेशः. घन्योगः इष्यते अत उपादायाः इति सूत्रेण उपादायां वृद्धिः भवति ङिति इति प्रत्यये परे. अत्र उपादायां वृद्धिः इत्युक्ते घान् योगः इष्यते घानिष्यते इति रूपं भवति. चिन्वद्भावः न भवति चेत् किं भवति? तत्र तु होहन्तेर्निन्नेषु इत्यस्य प्रसक्तिः नास्ति, तदा हनिष्यते इति रूपं भवति. अस्तु, होहन्तेर्निन्नेषु किं वदति इत्युक्ते हन् धातोः हकारस्य स्थाने कवर्गादेशो भवति ङिति ङिति प्रत्यये परे नकारे परे च. स्थानेन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः गकारः अस्ति. संवारनादघोषमहाप्राणश्च, अतः हकारस्य स्थाने गकार आदेशः भवति. ञ च न च नौ इतरेतरद्वन्द्वः तौ इतौ ययौ स्थौ निथौ बहुव्रीहिः ङितौ च नश्च तेषाम् इतरेतरद्वन्द्वः. निन्नाः तेषु निन्नेषु इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः हः षष्ट्यन्तं हन्तेः षष्ट्यन्तं निन्नेषु सप्तम्यन्तं त्रिपदमिदं सूत्रं. जजोः कुः गिण्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं. हन्तेः अङ्गस्य हः कुः निन्नेषु. अत्र सूत्रं वदति हन्तेः हन् धातोः हकारस्य स्थाने कु इति आदेशः भवति. निमित्तमस्ति ङिति ङिति प्रत्यये परे नकारे परे अपि अस्य सूत्रस्य प्रसक्तिः अस्ति इति वदति. अस्तु, कवर्गस्य कवर्गे हकारेण तुल्यः गकारः स्थानेन्तरतमः महाप्राणः अस्ति, अतः संवारनादघोषमहाप्राणः अनेन समानवर्णः सवर्णः. अतः भगिनि यत्र यत्र अस्माकं चिन्वद्भावः अस्ति तत्र वयं णित् वा णित् चिन्वद् इति कृत्वा णित् इति प्रत्ययः स्वीकृत्य हन् इत्यस्य घन् इति आदेशः हकारस्य स्थाने गकार आदेशः चिन्वत् छिन्. सामान्यतया तु हानिष्यते इति भवति स्म, किन्तु गकार होहन्ते निन्निष्यते न घानिष्यते इति. अस्तु, अत्र किं भवति? अत उपादायाः उपादायाम् अतः वृद्धिः ङिति ङिति प्रत्यये परे तदपि सूत्रमस्ति. अत्र प्रसक्तिः अस्ति अत उपादायाः इत्यस्य अपि. अनन्तरम् एवमेव हन् योगः लुङ् इति भवति चेत् तत्र किं भवति इत्युक्ते हन् योगस्य अघानिष्यत इति चिन्वद्भावपक्षे. अपक्षे हन् अपि सेट् वा भगिनि? आं भगिनि, सः अपि अधिकतया तु हलन्तदातवः सेटः भवन्ति. सामान्य एवं चिन्तयतु खलु, ह इन् इति अस्ति अप्रो अनन्तरम् इष्यते इति अस्ति चेत् तत्र तु सन्धिकार्यं सर्वं कठिनं भवति खलु, तर्हि तत्र एकारं स्थापयामः तर्हि सरलं भवति रूपं हनिष्यति इति उच्चारणार्थं. यदि अजन्तदातुः अस्ति चेत् चिदातोः कृते पुनः इ इति आगमनेन को लाभः नास्ति खलु, तर्हि तत्र तु असामान्य अजन्तदातवः तु अनितः सन्ति. सामान्यतया तु अधिकतया तु हलन्तदातवः सेतः भवन्ति, तेषां कृते इकारः आवश्यकः इति कृत्वा इति तथा मम मनसि तादृशं. सम्यक् एव. अतः अत्र हन् इत्यस्य चिन्वद्भाव अपक्षे तु आदेशः न भवति इति कृत्वा हनिष्यत क्षम्यतां किन्तु हन् धातुः एकनिमिषं पश्यामि अनिल् अस्ति खलु रुद्धनोस्येः इत्यनेन हन् ह्य प्रत्यये परे एव हन् धातोः विदागमः भवति नो चेत् हन् धातुः सेट् अस्ति सामान्यतया तु यथा उक्तवती सेटः भवन्ति किन्तु हन् धातुः विशिष्टधातुः अस्ति इति कृत्वा अनिट् अस्ति रुद्धनोस्ते इति स्मरति चेत् वयं केवलं हन् धातोः एव तत्र से प्रत्यये परे यद्यपि अनिट् अस्ति इडागमः भवति अतः हंस्यत इति हंस्यत हंस्यत अनन्तरं लुट् इत्यत्र घानिता हानिता वा हर्ता वा हर्ता हर्ता हन्ता हन्ता हन्तारौ हन्तारः हन्ता अनन्तरं घानिशिष्ट आशीर्लिङ्गि घानिशिष्ट हाशिष्ट इति भवति वा भगिनि हन् हन्शिष्ट इकारः नास्ति चेत् किं रूपं हन् योगः अन्यप्रायः स्यात् इति मन्यते एकनिमिषः कुत्रचित् हन् धातोः स्थाने लिङ्लकारे परे वद् आदेशः भवति भगिनि हनो हनो वद लिङ् इति सूत्रेण आर्धधातुके प्रत्यये परे हन् धातोः वद आदेशः भवति तर्हि यत्र वद आदेशः भवति वद् धातुः अहं मन्ये वद् धातुः किम् अस्ति आम् तर्हि अवधि किं भवति रूपं वदिशिष्ट इति भवति प्रायः स्यात् इति मन्ये वदिशिष्ट बध इति महाप्राणदकारः अस्ति दकारः तत्र वधः कृतः इति वयं वदामः हन्तेर्धातोः वद् इत्येताम् आदेशः भवति लिङि परत आर्धधातुके वद्यात् वद्यास्तां वद्यासु तर्हि सम्यक्तया वयं न अवगच्छामः जानीमः तर्हि प्रायः वयं त्यजामः आशङ्कः अत्र तास् इत्यस्मिन् भिन्नविषयः अस्ति आदेशः भवति इति कृत्वा वयं न जानीमः अस्ति भगिनि अत्र अग्रे सरामः किल आं सरला भगिनि गृहधातोः विषये अस्तु गृहधातुः चिन्वद्भावस्य पक्षे अत्र उपधाय अध्ययनेन वृद्धि ग्रहयोगलृत् ग्रहयोगस्यति भावकर्मणोरूपापेशे झन् ग्रहदृशां च चिन्वत् च इत्यनेन स्य प्रत्ययस्य चिन्वद्भाव इदागमश्च ग्रहयोग इ योगस्यति आदेशप्रत्ययो इत्यनेन षत्वं ग्रहयोग इष्यति अथ उपधाया इत्यनेन नितिनिति प्रत्ययपरि उपधायाम् अतः वृद्धि ग्राहयोग इष्यति अथ उपधायाः इत्यनेन उपधायाम् अतः वृद्धि नितिनिति प्रत्ययपरे ग्राहयोग इष्यति ग्राहिष्यते चिन्वद्भाव न भवति चेत् ग्रहीष्यते इति भवति तत्र चिन्वद्ग्रह इति सूत्रे अजन्तधातुः अपि हन् ग्रह दृश्यत तेषाम् अन्यतमग्रहधातुः अस्ति एकं तस्य अपि चिन्वद्भावः आगच्छति लट् लकारे तत्र गृहयोग लिट् भवति, गृहयोगस्य ते इति, तदनन्तरम् इदागमचिन्वद् भूत्वा इदागमस्य आगमनं भवति साधु भगिनि इति चिन्वद्भावति इकार यदागमः भवति गृहयोगयिष्यते. इदानीं नृतिनीति चिन्वत् इति नृतिनीति अस्ति अत्र, अत्र उपधायानेन उपधायाकारस्य आकारः भवति सुग्राह शते इति भवति. यत्र चिन्वद्भावनं भवति तत्र ग्रहशते अन्य सूत्रम् अस्ति, ग्रहो लिटि दीर्घा इति सूत्रेण ग्रहीष्यते इति भवति. तत् मध्ये उक्तवन्तः मध्ये यतो हि अलिट् गृहधातो तु एकस्य दीर्घः भवति इति अस्ति. ग्रहो सप्तमाध्यायस्य द्वितीयपादस्य किमस्ति सप्तत्रिंशत् सूत्रम् ग्रहः अलिटि दीर्घः आददातु किमस्ति ग्रह उत्तरस्य इतः अलिटि प्रत्यये परे दीर्घो भवति इति. तर्हि यत्र यत्र अलिट् नास्ति चेत् सर्वत्र तदेव गृहीता गृहीतुं गृहीतव्यम् इति उक्तम् अस्ति. अस्तु सो इति स्मर्तव्यं तत्र कुत्र उपधायां दीर्घः भवति. यदा हलि अस्ति तत्र यदि रेफ वकार अस्ति तस्य उपधायां दीर्घः भवति. तेन सूत्रेण किमपि नास्ति खलु भगिनि अत्र गृहं समग्रचिन्तनं यदि कुर्मः उपधायां कुत्र दीर्घः आगच्छति हल हल अपि अस्ति साधु हल इति सूत्रेण अपि आगच्छति. अत्र तु हलः इत्यनेन भिन्नकार्यं भवति इति मन्ये. हलः इत्यनेन हलिश इत्यनेन दीर्घं भवति, हलः इत्यनेन दीर्घत्वम् इति नास्ति दीर्घ सम्प्रसारणस्य. आमां हलवर्णात् इति सम्प्रसारणं भूत्वा तत्र सम्प्रसारिणीवर्णस्य सदन्तस्य दीर्घः भवति इति. स्मार्यते तर्हि ग्राहिष्यते ग्राहिष्यते ग्रहीष्यते ग्राहिष्यते ग्राहिष्यते इत्यस्मिन् दीर्घत्वं न भवति खलु. किमर्थं दीर्घत्वं न कारणं कि चिन्वत् भवति तत्र चिन्वत् भवति तत्र इदागमः आगच्छति तत्र परे अस्ति साधु अलिटि अत्र अस्ति यत्र दीर्घः भवति अलिटि अलिट् मीन्स् किं अत्रापि ग्राहिष्यते इति भवितव्यं खलु ग्रहीष्यते इति वा अत्रापि केवलम् इट् इत्येव उक्तमस्ति गृहधातोः इट् यत्र अस्ति इटः तु दीर्घः भवति इत्येव अस्ति गृहधातु उत्तरस्य इट् अत्र केन सूत्रेण इडागमः भूतः इति नास्ति खलु. भगिनि अस्य सूत्रस्य कुत्र प्रसक्तिः इत्युक्ते अत उपादायाः इत्यनेन वृद्धिः अनन्तरं कुत्र भगिनि अनन्तरं तत्र महोदयेन अत्र न लिखितमस्ति इत्येवम् अहं वदामि. अत्र चिन्वद्भावः यत्र न भवति चेत् ग्रहीष्यते इति उक्तमस्ति खलु. तत्र पश्यतु तत्र तु ईकारः केन सूत्रेण इत्युक्ते अनेन सूत्रेण ग्रहो अलिति दीर्घः इत्यनेन सूत्रेण दीर्घत्वं भवति. गृहधातोः परे यः इदागमः अस्ति इट् अस्ति तस्य तु दीर्घत्वं ग्रहीता भगिनि. किन्तु बलादे जल सेट् अस्ति, प्रथमं ग्रहीष्यते भवति, तदनन्तरं ग्रौण्ड् इति रीतनेन ग्रहीष्यते इति भवति. क्षम्यते क्षम्यतां भगिनि, अहं भिन्न किं किमपि चिन्तयन् अस्मि, चिन्तयन्ती अस्मि, पुनः वदतु. यदि यत् पक्षे चिन्वद्भावनं भवति तत्र ग्रह इति धातु भूत्वा तत्र इडागमः भवति, इडागम तदनन्तरम् आदेशप्रत्ययनेशत्वं भवति, सो ग्रहिष्यते, तदनन्तरं ग्रहो लिटि दीर्घ आगत्य ग्रहीष्यते इति भवति, साधु इति आं सत्यं सत्यं भगिनि. तर्हि मम संशयः अस्ति, अत्रापि चिन्नद्भावः अस्ति, तत्रापि इडागमः एव अस्ति खलु, किमर्थम् अनन्तरम् इडागमः अपि अस्ति, अनन्तरं वलादि अपि अस्ति, इष्यते इति वलादि अपि अस्ति, तत्रापि भवितव्यं, ग्रहीष्यति इति वा, महोदयं वदामि अहं पृच्छामि, महोदयं पृच्छामि, ग्राहीष्यते इत्येव भवति इति मन्ये. अत्र जालपुटे अहं ग्राहीष्यते इति पश्यामि, तत्रापि कुत्रचित् ग्रहीष्यते इति कुत्रचित् दत्तमस्ति, ग्राहीष्यते इत्यपि पश्यामि. अस्तु पश्यामः महोदय किं वदति इति पश्यामः. महोदय ग्राहीष्यते भवति, ग्रहीष्यते इति लिखितमस्ति. अग्रे यदि लुङ् लकारः भवति तत्र रूपं भवति अग्राहिष्यत, अपि अपक्षे भवति अग्रहीष्यत, यदि लुट् लकारः अस्ति तत्र भवति किं भवति, ग्रहीता ग्रहीता गुण भवति, तत्र गुण भवति, ग्रहीता किमपि कार्यं नास्ति, किमर्थम् अत्र किमर्थं तदनन्तरं यदि सीयुट् अस्ति तत्र भवति ग्राहिशिष्ट इति मन्ये भगिनि. अपक्षे अस्तु वाक्यं भवति अहं मया सह व्याकरण पूर्णतया ग्राहिष्यते ग्राहिष्यते उत्तमम् अद्यापि ग्राहिष्यते ग्राहिष्यते भगिन्या. अस्तु यदि व्याकरणं समीचीनम् अग्राहिष्यत तर्हि भाषा संस्कृतभाषा पूर्णतया सरला भविष्यत. अभाविष्यत अभाविष्यत तर्हि संस्कृतभाषा एव कर्तृपदमस्ति खलु, द्वितीयभागः एकस्ति संस्कृतभाषा, अत्र तु कर्मणि भावे प्रयोगः न भवति खलु द्वितीयभागस्य, यदि तर्हि तत्र तु केवलं कर्तृप्रयोगः भवति. अभविष्यति इति भवति. अस्तु अस्तु सम्यक् भवति. अस्तु ग्राहिका कस्मिन् अर्थे अस्ति इदानीमपि न अवगच्छामि. टास् प्रत्यय तस्य अर्थं किं भवति? तत्तु अनद्यतन भविष्यत्काले, भविष्यत्कालः एव किन्तु अनद्यतन भविष्यत्काले. यथा लङ्लकारः अस्ति खलु, लङ्लकारः अपि अनद्यतनभूतकालः अस्ति. यत्र अद्य प्रातःकाले किमपि सञ्जातं चेत् वयं न कर्तुं शक्नुमः. मया अहम् अकरोत् अहम् अकरवम् इति न वक्तुं शक्नोमि. किमर्थम् इत्युक्ते अन्यद् अनद्यतन लकारः अस्ति, लङ्लकारः. मया अहं ह्यः अकरवम् इति साधु, किन्तु अद्य प्रातःकाले अहम् अकरवम् इति वदामि चेत् दोषाय. तत्र तु वयं कृदन्तस्य प्रयोगं कुर्मः खलु, अहं कृतवती श्वः अद्य प्रातःकाले कृतवती इति साधुप्रयोगः भवति. तथा एव लुट्लकारः अपि अनद्यतनभविष्यत्कालः. भगिनी तत्र एव अस्मिन् अष्टाध्यायी डाट् काम् मध्ये एव दत्तमस्ति किल, प्रकृतस्य इतो दीर्घत्वम् इदं किन्वद् इतो न भवति. किं भगिनि, कुत्र सत् भगिनि, कुत्र अस्ति भगिनि? तत्र एव अस्माकम् इदानीं भवती उक्तवती किल सूत्रं, ग्रहो लिटि दीर्घः इति, सेवेन् टु सेवेन् टु तत्रैव उक्तमस्ति. किं प्रकृतस्य ओ चिन्वद् अत्र तत्र तु न भवति तत्र अनन्तरं न्यासः इति किमपि अस्ति, तत्र बहु किमपि लिखितमस्ति, पूर्णतया अहं न अवगच्छामि. परन्तु किन्तु मम तर्हि अतः प्रायः न भवति. प्रकृतस्य ये एव इति किमर्थं तादृशं न अवगच्छामि, परन्तु न भवति तावदेव. तद् व्याख्यानमपि पठितुम् अभ्यासः आवश्यकं भगिनि, तदा एव समीचीनं भवति. किमपि न अहं तु न किमपि न अवगच्छामि. अधुना तु तत्र किञ्चित् वयं कीदृशमस्ति अत्र कुतः इति किमपि प्रश्नं पृच्छति, अनन्तरम् उत्तरं ददाति, तादृशः अस्ति इति मया न अवगतम् आसीत्. बहु भ्रमः जायते स्म. अनन्तरम् अवगच्छामि, तत्र प्रश्नं पृष्ट्वा पुनः तस्य उत्तरं दास्यति इति अनन्तरम् अवगतवती. इदानीं किञ्चित् परन्तु बहु अभ्यासम् आवश्यकं. प्रकृतस्येव प्रकृतिरूपम् अस्ति चेत् एव अस्ति इति कदा इति यत्र आरोपितं भवति अप्राकृतत्वात् अप्रकृतत्वात् इति उक्तमस्ति. अस्तु भगिनि, समीचीनं भगिनि. आरोपितं भवति इति कृत्वा स्यात् आगामिकाले व्याकरणग्राहिता ग्राहिता तर्हि सन्तुष्टा भवामि. भवती सम्यक् भवत्या संस्कृतं सम्यक् ग्राहिषीष्ट इति भवत्या भगिन्याः आशीर्वादः इति सर्वेषामाशीर्वादः अत्र तु आवश्यकः अस्ति भगिनि. अरुणा भगिनी भवती दृष्टदातुः विषये पठति किं भगिनि? दृष्टातु चिन्वद्भावस्य पक्षे पुगन्तलघुपदस्य इत्येन गुणः भवति. यत्र चिन्वद्भावः न भवति अत्र सृजिदृशोर्जल्यमकिति इत्यनेन सृज् दृशधातोः अम् आगमो भवति जलादि अकित्ति प्रत्यये परे. तदा इको एनर्जि इत्यनेन अकारे परे ऋकारस्य यन् आदेशः रेफः. अत्र दत्तं चिन्नोद्भाव पक्षे पुगन्तलघुसूत्रेण उपदा ऋकारस्य गुणगुण भवति. परन्तु चिन्वद्भाव न भवति चेत् नूतनसूत्रमस्ति सृजिदृशोर्जल्याम् अकित्ति इति सूत्रेण अम् आगमः भवति. तदनन्तरम् अकार ऋकारयोः इको इणिच् सूत्रेण ऋकारस्य यन् आदेशः रेफः अर् इति रूपम् अस्ति. अत्र दृश् योगस्यते सृजिदृशोर्जल्यामकिति इत्यनेन सृज् अत्र किमर्थं चिन्वद्भावः भवति तत्र किमर्थम् अस्य सूत्रस्य प्रसक्तिः नास्ति सृजिदृशोर्जलीयम् अकिति इति सूत्रस्य प्रसक्तिः? चिन्वद्भावः अस्ति चेत् वृद्धि अदि एव भवति भगिनी न चिन्व किमर्थम् एवं मन्ये जलादि नास्ति खलु इडागमः कृत्वा जलादि नास्ति सूत्रस्य प्रसक्तेन अत्र तु साक्षात् दृश्यधातुः अनिर्धातुः अस्ति इति कृत्वा अपक्षे यत्र चिन्वद्भावः नास्ति तत्र एव इडागमः नास्ति इति कृत्वा जलादिप्रत्यये परे अकिति प्रत्यये परे अमागमः भवति इति. धन्यवादः. दृश्योगः स्यात् सृजिदृशो जल्याम् अकिति इति सूत्रेण ध्रुयोगः अम् मिदचो अन्तात् सूत्रेण एव भगिनि अत्र आगच्छति अकारान्त अवर्णात् आगच्छति ध्रुयोगः आयोगः श् स्यात् इको एनचीतनेन द्रश् योगः स्यते स्तोश्चुनश्चु इति सूत्रेण किमर्थं दृश् भवति भगिनि शकार द्रश् किं भगिनि रेपः अस्ति खलु रेपः क्षम्यतां ककारः अस्ति खलु ककार षत्वं तु रेपस्य कारणेन रेपनयस्य कारणेन तदनन्तरं द्रक् इति ककार किमस्ति चोः न श्रूयते भगिनि षडोः कहसि इति षकारान्तानां ककारादेशः भवति प्रत्यये परे इति स परे द्रक् योगस्य ते द्रक् द्रक्ष्यते द्रक्ष्यते इति रूपं निष्पन्नं भवति. उत्तमं भगिनि. सृजिदृशोर्जल्यमकिति सृजिदृशधात्वोः अम् आगमो भवति जलादि अकित् प्रत्यये परे अम् मित् इत्यतः मिथचो अन्त्यपरः इत्यनेन धातोः अचुवर्णस्य अन्त्यात् परः आयाति. धातोः कार्यम् उच्यमानं तत्प्रत्यये भवति इति परिभाषया प्रत्ययशब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्तप्रत्ययस्य निमित्तमेव निमित्तत्वेन भवति. सृजिश्च दृश्च तयोः इतरेतरद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न कित् अकित् तस्मिन् अकिति सृजिदृशोः षष्ट्यन्तं जलि सप्तम्यन्तम् अं प्रथमान्तम् अकिति सप्तम्यन्तम् अनेक इदं सूत्रम् अनुभूतिसूत्रं सृजिदृशोः अं जलि अकिति प्रत्यये. अहं न अवगतं धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति, अतः अहं न अवगतं भगिनि परिभाषा. धातोः कार्यम् उच्यमानं तत् प्रत्यये परे भवति इति परिभाषया प्रत्ययशब्दयुज्यते सूत्रार्थे. धातौ विधीयमान्यं कार्यं परस्तप्रत्ययस्य निमित्तमेव भवति. धातोः तत् तत् प्रत्यये परे भवति. अस्तु, आं दृशि अकिति इति न अकिति प्रत्यये परे इति अवगच्छामः. ओ, अकिति इति दत्तमस्ति खलु, तर्हि अत्र प्रत्यये परे इति अवगन्तव्यम् इति. सर्वदा तु धातोः कार्यं कुत्र भवति? प्रत्यये परे एव भवति खलु. अत्र अकिति इत्यनेन अकिति प्रत्यये इति अवगन्तव्यम्. अकिति इत्युक्ते किं? यत् ककार नास्ति, कित् नास्ति, कित् नास्ति. उदाहरणार्थम् अत्र तवत् प्रत्ययं चिन्तयतु, रूपं किं भवति? दृष्टवान् इति भवति. त्वा अपि दृष्ट्वा इति भवति. तत्र तु द्रक्ष न भवति, द्र इति न भवति खलु रूपं, केवलं तस्य प्रत्यये परिद्रक्ष्यति इति. अत्र तादृश्य प्रत्ययः अस्ति, तत्रापि द्रष्टा इति भवति खलु. तत्र सर्वत्र ध्र इति भवति, किन्तु यत्र कित् अस्ति प्रत्ययस्य, तव तु इत् त्वा प्रत्ययः, तत्र सर्वत्र तु केवलं दृष्टवान्, दृष्टः, अस्तु दृष्ट्वा इति रूपाणि. अस्तु भगिनि, अवगच्छामः खलु. अनन्तरं भगिनी द्रक्ष्यते केवलम् एवम् उक्तवती. यत्र चिन्वद्भावः अस्ति तत्र तु भिन्नविषयः, अग्रे वक्ष्यमाणः अस्ति, किन्तु अत्र चिन्वद्भावः नास्ति, सामान्यनियमस्ति खलु. तत्र तत्र तु स्य प्रत्ययः तु अकित् अस्ति खलु, जलादि अकित् अस्ति इति कृत्वा. स प्रत्ययः अपि जलादि अकित्, अत्र तास प्रत्ययः अपि जलादि अकित्, अनन्तरं सीयूट् अपि जलादि अकित्. तर्हि लृट् लृङ् लुट् आशीर्लिङ् सर्वत्र तु अकित् अस्ति इति कृत्वा, जलादि अकित् अस्ति इति कृत्वा अमागमः भवति. अस्तु, अमागमः मित् अस्ति इति कृत्वा यदा भगिन्या उक्तम् अन्त्यस्य अचुवर्णात् अनन्तरम् आगच्छति, तर्हि दृ अ इष्यते इति भवति, अनन्तरं गुणकार्यं भूत्वा द्रश्यति भवति रूपम्. तथा एव द्रक्ष्यति इति आगच्छति खलु, द्रक्ष्यति इति लुट् लकारे कर्तृ प्रयोगे द्रक्ष्यति, अत्र तु द्रक्ष्यते इति भवति. तावदेव. केन सूत्रेण शकारस्य मूर्धन्य शकार भवति? तत् रेफस्य कारणेन, आदेशप्रत्ययोः, क्षम्यतां, न आदेशप्रत्ययः नास्ति अत्र तु. आम् आम्, अन्यत् सूत्रं किमपि अस्ति, हल् सन्धि पाठे कृतवन्तः ऋज ब्रज द्रश्य राज ब्रश्य ब्रश्य इति सूत्रेण शकारान्तानां शकारं भवति हलि प्रति हलादि. तत्र तु किम् अस्ति, जलि परे इति जलीतपदान्ते कार्यं भवति. पुनः वदतु भगिनि सूत्रं. ब्रश्य ब्रश्य सृज मृज यज राज ब्रजा च शाम् इति आगच्छति, इत्युक्ते शकारान्तानाम् इति. शकारान्तानां शकारः भवति जलि प्रत्ययपरे, रेफस्य कारणेन इति नास्ति, शकारान्तधातुः अस्ति इति कृत्वा जलादिप्रत्यये परे षत्वं भवति, शकारस्य शकारः भवति. तदनन्तरं षडोकः तस्य अग्रे सरामः किं भगिनी, अग्रे पठतु भगिनि, अधुना भगिनी पूरयतु. परन्तु चिन्वद्भावस्य पच्च इडागमः भवति तदानीं दृश् धातुतः जलादिप्रत्ययः नापि तु इकारादिः तस्मात् च अम् आदेशः न भवति अम् अभावे पुगन्तलघुपतिस्य इत्यनेन गुणः भवति दृश् योगः लुट् दृश् योगस्य ते स्यासिच्छियुत्ताशिषु भावकर्मणोरुपदेशे जनग्रहदृशां वा चिन्वति चिन्वति च इति सूत्रेण इडागमः भवति दृश्योगः ईष्यते आदेशप्रत्ययो इत्यनेन शब्दं दृश् इष्यते पुगन्तलघुपदेशे सूत्रेण दश् इष्यते उरण्ड्रपुरः इत्यनेन ऋकारस्य स्थाने यद् अन् आदेशः भवति तदा सः अन् सदा प्रपरः भवति दर्श इष्यते दर्शिष्यते चिन्वद्भावः न भवति चेत् द्रक्ष्यते इति रूपं निष्पन्नं भवति. तर्हि एवमेव रूपाणि किं किं कानि कानि लृङ्लकारे अदर्शिष्यत अदर्शिष्यत अभावे अन्यस्मिन् पक्षे किं भवति अद्रक्ष्यत अद्रक्ष्यत उत्तमं भगिनि. लुटि लुटि दर्शिता द्रक्ष्यता द्रक्ष्यता द्रष्टा द्रष्टा इति इडागमः नास्ति खलु द्रष्टा इति ओ द्रष्टा एव द्रष्टा द्रष्टारो द्रष्टारः इति तृतीयप्रत्ययस्य समानम् आशीर्लिङ्ग् दर्शिशिष्ट दर्शिशिष्ट दृशिशिष्ट द्रक्षायः इत्यस्य इक् भवति द्रक्षिष्ट इति भवति खलु द्रक्षिष्ट इति भवति द्रक्षिष्ट इक् प्लस् शकारः भूत्वा क्ष भवति तर्हि द्रक्षिष्ट इति प्रायः स्यात् इक् प्लस् योजयित्वा क्ष इति भवति खलु तर्हि द्रक्षिष्ट इति यत्र लुट् अस्ति तत्र दर्शिता अपि अन्नपक्षे तत्र चिद्मद्भावः नास्ति तत्र द्रष्टा भवति वा द्रष्टा भवति द्र इष्टा द्र इष्टा इति तत्रापि अमागमः भवति खलु सृजिदृशोरकम् अमागः भूत्वा द्रश्य योगः ता अनन्तरं भगिन्या यथा उक्तमासीत् ब्रश्य ब्रश्य इत्यनेन शकारस्य षत्वं भवति ता इति अस्ति प्रत्ययः तर्हि द्रश्य प्लस् ता द्रष्टा इति भवति इष्टुनाष्टु इत्यनेन रामप्रिया भगिनी निजन्तदातवः इति कियत्पर्यन्तं कृतवन्तः भगिनी अत्र किन्तु भगिनी उक्तवती एतत् सर्वं चर्चितम् आसीत् अत्र किमस्ति अत्रैव आगच्छति खलु असिद्ध अत्र असिद्धवात् अत्र अभात् इति कार्यम् अत्रैव आगच्छति निजन्तस्य कृते एव भवति आमाम् अहं करपत्रे अपि अहं पश्यामि महोदय अपि निजन्तचर्चा जाता इति उक्तवान् अत्र लिखितवान् कियत्पर्यन्तम् इति न जाने तर्हि तावत्पर्यन्तं पश्यामः दशनिमिषम् अधिकं नास्ति पश्यामः अस्तु भगिनि तावत् एवं पश्यामः चिन्वत् अपक्षे इति दत्तमस्ति खलु तस्मात् पूर्वम् एतस्य तावत्पर्यन्तं पश्यामः नो चेत् पूर्णतया पश्यामः निजन्तदातूनां पूर्णतया पश्यामः भगिनी रामप्रिया भगिनी आरम्भं करोति. निजन्तदातवः सर्वे इकारान्ताः आर्धधातुक लकारेषु सार्वधातुके यक् इत्यस्य प्रसक्ति अभावात् यक् न भवति निजन्तधातूनाम् अजन्तत्वात् स्यसि सियुक्ता शिशुभावकर्मणोरुपदेशे जनग्रहदृशां वा चिन्वच्च इत्यस्य सर्वत्र प्रसक्तिः उपदेशावस्थायाम् इमे निजन्तदातवः सर्वे अजन्ताः इति तु नास्ति किन्तु मनसि भवेत् यत् यत् अत्र उपदेशः इत्युक्ते आर्धधातुक उपदेशकाले इति अनेन चिन्वद्भावः सर्वत्र भवति चिन्वद्भावे सति रूपद्वयं भवति मित् धातूनां च विकल्पत्रयम् उभयत्र चिन्वत् पक्षे इडागमो इडागमे सत्यपि नेरणिटि इत्यस्य कार्यं भवति कथम् इति अग्रे उच्यते अस्तु. अत्र निजन्तदातवः सर्वे इकारान्तः वयं जानीमः. सार्वधातुके यक् इत्यस्य प्रसक्तिः अत्र नास्ति. निजन्तदातूनाम् अजन्तत्वात् एतत् दीर्घसूत्रेण अजन्तत्वात् अस्तु अत्र सर्वत्र प्रसक्तिः अस्ति. उपदेश अवस्थायाम् इति दत्तमस्ति. तद् किमर्थम् इत्युक्ते निजन्तदातवः सर्वे अजन्ताः अस्तु. अतः अजन्ताः इति तु नास्ति, सर्वे अजन्ताः इति नास्ति, परन्तु उपदेशः एव खलु. सर्वे तु यत्र आतिदेशिकदातवः आतिदेशिक अजन्तदातवः भवन्ति खलु. उपदेशे अजन्तदातवः नास्ति, किन्तु आतिदेशिक अजन्तदातवः सन्ति. आतिदेशिके आम् समीचीनम्. आम् उपदेश अवस्थायाम् अजन्ताः नास्ति, समीचीनम्. अतः तत्र सर्वत्र उपदेशे इति यद् वदामः तत्र आर्धधातुक उपदेशकाले इति अवगन्तुं शक्यते. यत्र प्रत्ययः विद्यमानं भवति तदा तु यत्र धातुः यत्किमपि धातुः भवतु एतावत्पर्यन्तं विकृतिः किमपि न सञ्जातम्, इकारः तत्र अस्ति चेत् इकारान्तत्वम् इति वदामः, इकारान्त उपदेशधातुः इति वदामः वयम्. उपदेश अवस्थायाम् इकारान्तधातुः इति वदामः. यद्यपि प्रथमसोपाने इति अतः चन्द्रभावः आम् वदतु भूत्वा रूपद्वयं भवति इति खलु. आम् रूपद्वयं भवति. यदा मित् धातुः अस्ति चेत् विकल्पत्रयं भवति. इडागमः केन सूत्रेण पूर्वम् अस्माभिः पठितम् आसीत् अत्र न छिन्नमुळो दीर्घो अन्यतरस्याम् इत्यनेन. ओ अस्तु, प्रायः न जानामि. अमितां ह्रस्वः अनन्तरं छिन्नमुळो इत्यनेन अन्यतरस्याम् इत्यनेन दीर्घरूपमपि भवति. ह्रस्वरूपं तु मितां ह्रस्व इत्यनेन, विकल्पेन दीर्घरूपं भवति. छिन्नमुळो दीर्घो अन्यतरस्याम् इत्यनेन दीर्घरूपमपि भवति, रूपत्रयं भवति इति. रूपत्रयम् अस्तु, अग्रे पठामि वा भगिनि. तत्र प्रथमवाक्यं अस्ति यदि रिजन्त् अस्ति तत्र सार्वधातुक कार्यं न करोति, कारणं कि तत् रिजन्त् आर्धधातुक अस्ति. यदि सार्वधातुके यक् इत्यस्य अनुवृत्तिः पूर्णसूत्रमस्ति. सार्वधातुके यक् किं भवति? सार्वधातुकप्रत्ययपरे यदि न तु आर्धधातुकलकारे. आमां सत्यं सत्यम्. आं सार्वधातुके यक् इति आं सत्यम्. किन्तु यदि तस्य उपदेशे अवस्थायां पूर्वं कार्यं भवति, कारणं कि तस्य संख्या नित्ति तस्य संख्या पूर्वम् अस्ति चिन्वत् इति तस्य साधु रिञ्चन् नित्ति अनेन आगच्छति साधु. तत्र तस्य संख्या पूर्वम् अस्ति चिन्वत् अस्ति परि प्रतिषेधे परं कार्यं चिन्वत् प्रथमं भवति. पुनः वदतु भगिनि, यदि बलबलं चिन्तनं कुर्मः स्वस्यो तासु भावकर्म उपदेशे अजन्त अजन ध्यान चिन्वत् इति अत्र सा यदि वयं रिजन्तप्रक्रियां कुर्मः तत्र नेन इति अनेन हेतुमस्ति कनेन केन सूत्रेण निकारः आगच्छति हेतुमस्ति अनेन साधु हेतुमनि. आम् आं भगिनि हेतुमस्ति. अहं न जानामि तस्य सङ्ख्या किम् अस्ति उपदेश अवस्थायाम्. अत्र निजन्तदातवः इति अत्र निजन्तदातवः इति वयं तु सर्वे निजन्तदातूनां भवति खलु, इत्युक्ते चुरादिगणीयधातूनामपि निजन्ताः एव सन्ति खलु. आम् तर्हि चुरादिगणीयाः कर्त्रार्थके अपि भवतु कर्मण्यर्थे अपि अत्र यत्र प्रेरणार्थे निच् भवति हेतुमति च द्वयोः अपि ग्रहणं भवति इति मन्ये. अनेन उभयत्र समानकार्यम्. किन्तु यस्य स्युत् यत् सूत्रमस्ति तस्य प्रसक्तिः भवति उपदेशे यदि प्रत्ययः अस्ति तदा तदानीम् एव तस्य चिन्वद् भवति. अत्र किम् इत्युक्ते निच् प्रत्ययं भूत्वा नूतनधातुः भवति खलु सनाद्यन्तदातवः इत्यनेन नूतनधातुः भूत्वा अनन्तरमेव लकारं योजयामः. प्रथमं तु धातुनिर्माणम् अनन्तरं लकारस्य योजनम्. तर्हि धातुनिर्माणं तु आदमेव अभवत्. पाटि इति धातुः प्राप्तः पाटि इति प्रथमं तु धातुनिर्माणं भवति खलु भगिनि. यत्र प्रेरणार्थक अवस्थायां पाठयति इति सन्दर्भः यदा भवति धातु तस्य ते सर्वे वयं प्रायः अजन्ता भवति भावी सर्वे या किन्तु तस्य स्यूतस्य प्रसक्तिः न भवति साधु. अनन्तरमेव आगच्छति खलु प्रथमं धातुनिर्माणम् अनन्तरं विवक्षानुसृत्य लकारः भवति खलु. इदानीमपि उपदेशावस्थां भवति लकारस्य उपदेशावस्थायाम् अत्र पश्यतु आर्धधातुक उपदेशकाले इत्युक्ते यत्र वयं लकारस्य किं लकारम् इति चिन्तयामः तस्मिन् काले तत्र स्यूट् वा अत्र आगत्य उपविशति. लकारस्य उपदेशावस्था न तु धातुः धातुः आदेशधातुः भवेव उपदेशधातुः उपदेशकमनं सम्यक् नास्ति. मेरणिपि यस्य अर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपो भवति. अतः अत्र अनुवृत्तिसहितसूत्रं भवति नेः लोपः अनिटि आर्धधातुके. अत्र णी इति वदामः चेत् निङ् निच् द्वयोः अपि ग्रहणं भवति तदेव पूर्वम् आर्धधातुकप्रत्यये परे अनिटि आर्धधातुकप्रत्यये परे नेः लोपः. निजन्तधातूनां चिन्वद्भावस्य अपक्षे आर्धधातुकलकारेषु सर्वत्र आर्धधातुकस्य इड् वलादेः इत्यनेन इडागमो भवति धातुः सेट् अस्ति चेत्. सामान्यतया तदेव किल धातुः सेट् अस्ति चेत् इडागमः भवति. किन्तु अत्र अन्यदपि किम् अस्ति इत्युक्ते यत्र एकाच् न सन्ति चेत् अनेकाच् धातुः अस्ति चेत् सामान्यतया सेटः भवन्ति. तर्हि यत्र इडागमः निच् आयाति चेत् तत्र तु धातुः सेट् अनेकाच् भवति खलु इति कृत्वा सर्वे निजन्तदातवः तु अनेकाचः सन्ति इति कृत्वा युधानुकूलाः भवन्ति इत्यपि स्मर्तव्यम्. पुनः वदतु भगिनि. सर्वे यत्र निच् प्रत्ययस्य आगमः भवति धातोः अपि एकः एकाच् धातुः अस्ति चेदपि धातोः एव भागः एकः अचुवर्णः अस्ति. पुनः निच् इत्यस्य अन्य इकारः आगच्छति तत्तु अन्य अचुवर्णः अस्ति खलु इति कृत्वा अनेकाः मेलनं भूत्वा अनेकाचः भवन्ति खलु. सर्वे निजन्ताः तु अनेकाचः भवन्ति इति कृत्वा सामान्य अन्यत् किमस्ति इत्युक्ते अनेकाचः तु इडानुकूलाः भवन्ति. अस्तु चोरिष्यति ततः पठितवन्तः खलु चुरादिगणीयधातूनां सर्वेषामपि चोरिष्यति कथयिष्यति इति तत्र इ इति आगच्छति. तर्हि सर्वे तु इडानुकूलाः सन्ति इति स्मर्तव्यं. तर्हि इडागमः अत्रापि भवति निजन्त चिन्वद्भावस्य अपक्षे तु इडानुकूलाः भवन्ति इति स्मर्तव्यम् इति. आशीर्लिङ्ग् यासुट् वलादिः नास्ति अतः इडागमः न सम्भवति. किन्तु तत्र यासुट् परस्मैपदेषु उदात्तो निच्च इत्यनेन लिङ्ग्लकारस्य परस्मैपदी प्रत्ययानामेव यासुट् आगमः. तस्मात् च आशीर्लिङ्ग् यासुट् भवति किन्तु केवलं परस्मैपदे अतः भावे कर्मणि च न भवति. आत्मनेपदे आशीर्लिङ्ग् सीयुट् भवति सः च इडानुकूलः. अनेन अर्थं नास्ति. वयम् एतावत् पर्यन्तं तदेव दृष्टवन्तः खलु सीयुट् इति एव आगच्छति खलु. आगच्छति. अनेन आददातुकलकारेषु आत्मनेपदे सर्वत्र प्रत्ययस्य इडानुकूल्यं भवति एव. तावदेव. अत्र तु भावकर्मणोः इति आत्मा आर्धधातु किम् अस्ति आत्मनेपदीरूपाणि सन्ति इति कृत्वा सर्वत्र अत्र सीयुटागमः भूत्वा इडानुकूलाः भवन्ति. अग्रे आर्धधातुकस्य इड् वलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारी अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. अङ्ग अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् तद् वयं जानीमः. वलादिप्रत्ययः वलादिप्रत्याहारस्थवर्णः अस्ति चेत् आर्धधातुकप्रत्ययस्य आदौ तत्र इडागमः भवति इति. तत्र चिन्वद्भावस्य अपक्षे सर्वत्र रूपाणि यदा कर्तरि तदैव कर्मणि अपि प्रक्रिया अपि तथैव केवलं भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति. अन्यत् सर्वं समानम्. अतः कर्तरि पाठयिष्यति पाठयिष्यते कर्मणि पाठयिष्यते. कर्तरि कारयिष्यति कारयिष्यते कर्मणि कारयिष्यते इत्यादीनि रूपाणि निजन्तपाठे अस्माभिः प्रक्रिया अधीता. समानप्रक्रिया परन्तु रूपं यदा आत्मनेपदीरूपं भवति तादृशमेव भवति. भावकर्मणोः इति एव स्मर्तव्यम् तावदेव. किंवत् भावस्य अपक्षे तद् अस्तु. अत्र केन सूत्रेण भगिनी अत्र रूपद्वयं भवति कर्तरि रूपद्वयं भवति खलु यत्र निजन्ताः भवन्ति चेत् अत्र निच् प्रत्ययः भवति किन्तु केन कारणेन सः निच् उभयपदिनः भवन्ति इति स्मारयति किं कोऽपि स्मरति किम् गणे दृष्टवन्तः सूत्रम् इदानीं मनसि नास्ति. विशिष्ट किमपि सूत्रमस्ति येन अत्र निच् इत्यस्य इकारः किमपि स्यात् खलु किमस्ति स्वरितनितः कर्तरभिप्राये क्रियापले स्वरित इकारः अस्ति किं निश्चित्यस्य एवं वा अग्रे अनन्तरं पश्यामः. अनन्तरं स्मरति चेत् मां मेसेज् करोतु भगिनि कृपया. आम् आम् अवश्यम् अस्तु. तत्र रूपं हेतुमति च क्षम्यतां निजन्तधातूनां भावे कर्मणि प्रक्रिया अपि कुर्मः वा भगिनि किंवत् पक्षे कुर्मः वा आम् समयः अभवत् किन्तु अस्माभिः कर्तव्यं खलु महोदय पाठितवान् अस्तु तर्हि न भगिनी एव उक्तवती खलु भगिनी अत्र असिद्धवत् असिद्धवद् अत्र अभात् इति विषयः सञ्जातः खलु तस्य यदा महाभाष्यचिन्तनम् अस्ति तत्र उक्तवान् तत्र तु अधुना एव आगच्छति निचि एव कार्यम् अस्ति खलु निचि एव कार्यं भवति निच् नास्ति चेत् कार्यमेव नास्ति तस्मिन् विषये अस्माभिः विद् इत्यस्य नेरनीति इत्यस्य विषयः एव नागच्छति खलु अस्तु. अग्रिमपङ्क्तिमपि कृत्वा वयं समापयामः क्षम्यतां तर्हि अस्तु अग्रे सरला भगिनी पठति किं छिन्वत् निजन्तधातूनां भावे कर्मणि प्रक्रिया इति केवलं निजन्तधातूनां भावे कर्मणि प्रक्रिया चिन्वत् पक्षे पठ पठयोग हेतुमति च इत्यनेन प्रेणार्थे धातो रिच् पठ पठयोग ईकार अतो उपधाया इत्यनेन उपधायाम् अत्तवृद्धि नीति नीति प्रत्यये परे पाठी सनातनधातुः इत्यनेन आदिदेशकधातुसंज्ञा पाठीयोग लिट् पाठीयोगस्य ते सीयुतासिचु भावकर्मणोरुपदेशे झन् गृहदृशां च चिन्वत् च इत्यनेन आधुधातुक धातुकोपदेशे कालिक अजन्तधातुतः स्य प्रत्ययस्य चिन्वद्भाव इदागमश्च पाठीयोग इयोगस्य ते आदेशप्रत्ययो इत्यनेन शत्वं पाठीयोग इष्यते असिद्धवत्त्राभात् इत्यनेन इदागमस्य असिद्धित्वम् येन निति इत्यनेन यस्य आर्धधातुकस्य दागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोप पाठयोगयिष्यति पाठिष्यते. सो तत्तु वयं जानीमः पाठ पठयोग हेतुमपि नने नि आगच्छति पठयोग इ भवति उपधर्मं पाठि इति भवति आदिदेशकधातुः अस्ति. तदनन्तरं लुट् आगच्छति तुप्स्यते आगच्छति सचिव इति सूत्रेण इदागम चिन्वत् भवति इदागम आगच्छति तु इष्यते पाठी उगच्छति. तदनन्तरं भगिनी अहं आगच्छामि किम् अस्ति. आं भगिनि एकवारं पश्यामः नेरणिटि इति सूत्रं पश्यामः षष्ठाध्यायस्य चतुर्थपादस्य एकपञ्चाशत् खलु उत्तमं सूत्रम्. अनन्तरं सेसिस्यूट् इति सूत्रं तु षष्ठाध्यायस्य चतुर्थपादस्य परसूत्रं परसूत्रं पूर्वसूत्रम् इति किमपि नास्ति अत्र सिद्धत्र अभावात् इति कार्यम् अस्ति. अत्र किमस्ति चेत् एकं किमस्ति एकं कार्यं सञ्जातं समानाश्रितं कार्यं पुनः अभियकार्ये एव अस्ति चेत् अभियकार्यम् आगत्य कार्यं कर्तुं चेत् कार्यं कर्तुम् इच्छति चेत् पूर्वं कृतं कार्यं न पश्यति. तर्हि अत्र किं भवति किं प्रथमं कार्यम् इति पश्यामः. अत्र तु चिन्वद्भावः आम् चिन्वद्भावः तु आगतः प्रथमः तु चिन्वद्भावः आगतः अनेन इडागमः सञ्जातः किन्तु नेरनिटि इति सूत्रस्य दृष्ट्या इडागमः न जातः इत्येव पश्यति. इति कृत्वा इडागमं न पश्यति चिन्वद्भावमेव न पश्यति इति कृत्वा इडागममपि इडागमः सञ्जातः तत् न पश्यति. पश्यतु अत्र निमित्तं किम् इति पश्यतु समाननिमित्त तानि सन्ति आर्धातुके प्रत्यये परे इत्येव निमित्तम् उभयत्र इति कृत्वा यत्र इडागमः सञ्जातः सः इडागमम् अत्र नेरनटि इति सूत्रं न पश्यति. एकम् आभ्यकार्यं सञ्जातं तस्य कार्यं द्वितीय समानाश्रितम् आभ्यकार्यम् अस्ति नेरनटि इति. तर्हि समानाश्रितम् आभ्यकार्यं न पश्यति इति कृत्वा अत्र तु अनित् इत्येव चिन्तयति इडागमं न पश्यति अनित् प्रत्ययः इति चिन्तयित्वा नि इत्यस्य लोपं कारयति. तर्हि पाठिष्यते इत्येव रूपं चिन्वत्पक्षे कष्टं नास्ति खलु सरलमासीत् किमस्ति निमित्तम् आश्रित द्विसूत्रे अस्ति इति द्वितीयसूत्रं कार्यं कर्तुं पूर्वकार्यस्य एकं पूर्वं परं नास्ति द्वितीय यदि आगच्छति तत् पूर्वकार्य अभवत् तत् न पश्यति पूर्वकार्यं तु असिद्धं भवति. आम् असिद्धं भवति अस्तु ततः पश्यति तत्र केवलं पाठी अस्ति पाठी इति तु दातुं पश्यति अनन्तरम् इष्यते इति पश्यति इडागमं न पश्यति. अस्तु इष्यते इति दृष्ट्वा अनिट् अस्ति प्रत्ययः अनिट् अस्ति इति चिन्तयति अनिट् प्रत्ययः अनिटि इत्यनेन अनिट् प्रत्ययः इति अर्थः सप्तमी पश्यतु अनित्प्रत्ययः इति चिन्तयित्वा अत्र णि इत्यस्य लोपं कारयति. भगिनि अग्रेपि चिन्वत् पक्षे अपि कृपया पठतु भगिनि, पूरयामः इदं परिच्छेदम्, अनन्तरं वयम् अग्रिमं कर्तव्यं. पाठ्ययोगहेतुमपि इत्यनेन प्रेणापि धातो रच् पाठ्ययोग इ अत्र उपधायाम् अनेन उपधायाम् अतः वृद्धि इति प्रत्यये परे पाठी अनाद्यन्तधातव इत्यनेन अपदेशकधातुसंज्ञा पाठ्ययोगनिवृत् पाठ्ययोगक्षत्रे अर्धधातुकस्य वलादे इत्यनेन अर्धधातुकप्रत्ययस्य आदौ वै प्रत्याहारे अन्त्यम वर्णा चेतस्य आगमः पाठ्ययोग इ योग शते आदेशप्रत्ययो इत्यनेन शतं पाठ्ययोग इष्यते सार्वधातुक अर्धधातुकयोः इत्यनेन निगन्ताङ्गस्य एकगुण सार्वधातुक अर्धधातयो च प्रत्यये परे पाठ्ययोग इष्यति एकोयाय इत्यनेन पाठ्ययोग इष्यते इति भवति. पाठयिष्यते यत्र अस्माभिः कर्तरि अर्थे किं यत्किमपि कार्यमस्ति उरादिगण्यधातूनां धृतिरूपं पाठयिष्यति इति भवति, पाठयिष्यते इत्यपि भवति, समानकार्यमस्ति. अत्र तु किमपि अन्यभेदः नास्ति. पाठिति नूतनधातुः, अनन्तरं च्यते इति अस्ति, वलादि अस्ति इति कृत्वा इडागमः भवति. अनन्तरम् अत्र तु गुणकार्यं भवति पाठे भूत्वा, अनन्तरम् अय आदेशः पाठयिष्यते इति रूपम्. भगिनि मिथश्च इति सूत्रेण रूपद्वयं किम् इतश्च इति सूत्रेण मिथश्च मिथश्च 1374 मिथश्च मिथ्च मिथश्च मिथश्च इत्यनेन मिथ्यन्तः इत्यनेन अत्र स्वार्थे वा प्रेरणार्थे वा भवतु निशेष इत्यनेन रूपद्वयं भवति खलु. रूपद्वयम् आम्. अस्तु भगिनि, अवगच्छामि. धन्यवादः भगिनि. अस्तु भगिनि, धन्यवादः. धन्यवादः. तर्हि विरमामः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रि. शुभरात्रि भगिनि. धन्यवादः. अरुणा भगिनि, धन्यवादः. पुनः पठिष्यामि. पुनः वयं पठिष्यामः अग्रिमसप्ताहे. पठिष्यामः.